सप्तदशोऽध्यायः तस्माच्छास्त्रं प्रमाणं ते इति भगवद्वाक्यलब्धप्रश्नबीजः अर्जुन उवाच अर्जुन उवाच ये शास्त्रविधिमसृज्य यजन्ते श्रद्धयान्विताः तेषां निष्ठा तु का कृष्ण सत्त्वमाहोरजस्तमः ये केचिन् अविशेषिताः शास्त्रविधिं शास्त्रविधानं श्रुतिस्मृतिशास्त्रचोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धया अन्विताः श्रद्धया आस्तिक्यबुद्ध्य अन्विताः संयुक्ताः सन्तः श्रुतिलक्षणं स्मृतिलक्षणं वा कञ्चिच्छास्त्रविधिम् अपश्यन्तः वृद्धव्यवहारदर्शनादेव श्रद्धधानतया ये देवादीन् पूजयन्ति ते इह ये शास्त्रविधिमुत्सृज्ययन्ते श्रद्धयान्विताः इत्येवं गृह्यन्ते ये पुनः कञ्चिच्छास्त्रविधिम् उपलभमाना एव तम् उत्सृज्य अयथाविधिदेवादीन् पूजयन्ति ते इह ये शास्त्रविधिमुत्सृज्ययन्ते इति न परिगृह्यन्ते तस्मान् श्रद्धया अन्वितत्वविशेषणः देवादिपूजाविधिपरं किञ्चित् शास्त्रं पश्यन्त एव तत् उत्सृज्य अश्रद्धदानतया तद्विहितायां देवादिपूजायां श्रद्धया अन्वितः प्रवर्तन्ते इति न शक्यं कल्पयितुं यस्मात् तस्मात् पूर्वोक्ता एव ये शास्त्रविधिमुत्सृज्ययन्ते श्रद्धया अन्वितः इत्यत्र गृह्यन्ते तेषाम् एवं भूतानां निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः किं सत्त्वं निष्ठ अवस्थानम् आहुस्वित् रजः अथवा तमः इति एतदुक्तं भवति या तेषां देवादिविषयपूजः सा किं सात्विकी आहुस्वित् राजसी उत तामसी इति सामान्यविषयः अयं प्रश्नः न अप्रयुभज्य प्रतिवचनम् अर्हति इति श्रीभगवानुवाच श्रीभगवानुवाच त्रिविधा भवति श्रद्ध देहिनां सास्वभावज सात्विकी राजसी चैव तामसी चेति तां शृणु त्रिविध त्रिप्रकारा भवति श्रद्ध यस्यां निष्ठायां त्वं पृच्छति देहिनां शरीरिणां सा स्वभावज जन्मान्तरकृतः धर्मानुसंस्कारः मरणकाले अभिव्यक्तः स्वभावः उच्यते ततो जाता स्वभावज सात्विकी सत्त्वनिर्वृत्त देवपूजादिविषये राजसी रजोनिर्वृत्त यक्षरक्षःपूजादिविषये तामसि तमोनिर्वृत्त प्रेतपिशाचादिपूजाविषये एवं त्रिविधां तामुच्यमानां श्रद्धां शृणु अवधारय सा इयं त्रिविधा भवति तत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः सत्त्वानुरूपं विशिष्टसंस्कारोपेतान्तःकरणानुरूप सर्वस्य प्राणिजातस्य श्रद्धा भवति भारत यदि एवं तत् किं स्यादिति उच्यते श्रद्धामयः अयं श्रद्धाप्रायः पुरुषः संसारी जीवः कथं यः यच्छ्रद्धः या श्रद्धा यस्य जीवस्य सः यच्छ्रद्धः स एव तच्छ्रद्धानुरूप एव सः जीवः ततश्च कार्येण लिङ्गेन देवादिपूजया सत्त्वनिष्ठ अनुमेय इत्यः यजन्ते सात्विका देवा यक्षरक्षांसि राजसः प्रेतान् भूतगणाश्चान्ये यजन्ते तामसा जनाः यजन्ते पूजयन्ति सात्विकाः सत्त्वनिष्ठाः देवा यक्षरक्षांसि राजसः प्रेतान् भूतगणाश्च सप्तमातृकादींश्च अन्ये यजन्ते तामसः जनाः एवं कार्यतो निर्णीतः सत्त्वनिष्ठः शास्त्रविद्युत्सर्गे तत्र कश्चिदेव सहस्रेषु देवपूजादिपरः सत्त्वनिष्ठो भवति बाहुल्येन तु रजोनिष्ठः तमोनिष्ठाश्चैव प्राणिनो भवन्ति कथम् अशास्त्रविहितं घोरं तप्यन्ते ये तपोजनाः तम्भोऽहङ्कारसंयुक्ताः कामरागबलान्विताः अशास्त्रविहितं न शास्त्रविहितम् अशास्त्रविहितं घोरं पीडाकरं प्राणिनाम् आत्मनश्च तपः तप्यन्ते निर्वर्तयन्ति ये जनाः ते च दम्भाहङ्कारसंयुक्ताः दम्भश्च अहङ्कारश्च दम्भाहङ्कारो ताभ्यां संयुक्ताः दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः कामश्च रागश्च कामरागौ तत्कृतं बलं कामरागबलं तेन अन्वितः कामरागबलान्वितः कर्षयन्तःशरीरस्थं भूतग्राममचेतसः मां चैवान्तःशरीरस्थं ताविद्यासुरनिश्चयान् कर्षयन्तः कृषीकुर्वन्तः शरीरस्थं भूतग्रामं कर्णसमुदायम् अचेतसः अविवेकिनः मां चैव तत्कर्मबुद्धिसाक्षिभूतम् अन्तःशरीरस्थं नारायणं कर्षयन्तः मदनुशासना अकरणमेव मत्कर्षणं तान् विद्धि आसुरनिश्चयम् आसुरो निश्चयो येषां ते आसुरनिश्चयः तान् परिहरणार्थं विद्धि इति उपदेशः आहाराणां च रस्यस्निग्धादिवर्गत्रयरूपेण भिन्नानां यथाक्रमं सात्विकरायसतामसपुरुषप्रियत्वदर्शनम् इह क्रियते रस्यस्निग्धादिषु आहारविशेषेषु आत्मनः प्रीत्यतिरेकेण लिङ्गेन सात्विकत्वं राजसत्वं तामसत्वं च बुद्ध्वा रजस्तमोलिङ्गानाम् आहाराणां परिवर्जनार्थं सत्त्वलिङ्गानां च उपादानार्थं तथा यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनम् इह राजस्तामसान् बुद्ध्वा कथं नाम परित्यजेयं सात्विकानेव अनुतिष्ठे इत्येवमर्थम् आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु आहारस्त्वपि सर्वस्य भोक्तुः प्राणिनः त्रिविधो भवति प्रियः इष्टः तथा यज्ञः तथा तपः तथा दानं तेषाम् आहारादीनां भेदम् इमं वक्ष्यमाणं शृणु आयुस्सत्त्वबलारोग्यं सुखप्रीतिविवर्धनाः रस्यास्निग्धास्थिरा हृद्य आहारास्सात्विकप्रियाः आयुश्च सत्त्वं च बलं च आरोग्यं च सुखं च प्रीतिश्च आयुस्सत्त्वबलारोग्यसुखप्रीतयः तासां विवर्धन आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धन ते च रस्याः रसोपेतः स्निग्धाः स्नेहवन्तः स्थिराः चिरकालस्थायिनः देहे हृदय हृदयप्रियाः आहाराः सात्विकप्रियाः सात्विकस्य इष्टः कट्वं लवणात्युष्णं तीक्ष्णरूक्षविधाहिनः आहाराराजसस्येष्टं दुःखशोकामयप्रदाः कट्वं ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः इत्यत्र अतिशब्दः कट्वादिषु सर्वत्र युज्यते अतिकटुः अतितीक्ष्णः इत्येवं कटुश्च आम्लश्च लवणश्च अत्युष्णश्च तीक्ष्णश्च रूक्षश्च विदाही च ते आहाराः राजसस्य इष्टः दुःखशोकामयप्रदाः दुःखं च शोकं च आमयं च प्रयच्छन्ति इति दुःखशोकामयप्रदाः यातयामं गतरसं पूतिपर्युषितं च यत् उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्। यातयामं मन्दपक्वं निर्वीर्यस्य गतरसशब्देन उक्तत्वात्। गतरसं रसवियुक्तं पूति दुर्गन्धे पर्युषितं च पक्वं सतो रात्र्यन्तरितं च यत्। उच्छिष्टमपि भुक्तशिष्टम् उच्छिष्टम्। अमेध्यम् अयज्ञार्हम् भोजनमीदृशं तामसप्रियम्। अथ इदानीं यज्ञः त्रिविधः उच्यते। अपलाकाङ्क्षिभिन्यज्ञो विधिदृष्टो ययुज्यते यष्टौ यमेवेति मनः समाधाय स सात्विकः। अपलाकाङ्क्षिभिः अपलार्थिभिः यज्ञः विधिदृष्टः शास्त्रचोदनादृष्टो यः यज्ञः युज्यते निर्वर्त्यते यष्टव्यमेवेति यज्ञस्वरूपनिर्वर्तनमेव कार्यम् इति मनस्समाधाय। न अनेन पुरुषार्थं मम कर्तव्यः इत्यं निश्चित्य सः सात्विकः यज्ञः उच्यते। अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् युज्यते भरतश्रेष्ठं तं यज्ञं विद्धिराजसम्। अभिसन्धायतु उद्दिश्य फलं दम्भार्थमपि चैव यत् युज्यते भरतश्रेष्ठ तं यज्ञं विद्धिराजसम्। विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते। विधिहीनं यथा चोदितविपरीतम् असृष्टान्नं ब्राह्मणेभ्यो न सृष्टं न दत्तम् अन्नं यस्मिन् यज्ञे सः असृष्टान्नं तम् असृष्टान्नं। मन्त्रहीनं मन्त्रतः स्वरतो वर्णतो वा वियुक्तं मन्त्रहीनं अदक्षिणम् उक्तदक्षिणारहितं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते तमो निर्वृत्तं कथयन्ति।